गुरुब्रह्मा विष्णु गुरुर्देवो महेश्वरः नमः हृदि विश्वेशं विधायः महोदय महोदय श्रूयते वा? नमस्कारः महोदय, ध्वनिः नास्ति, भवता ध्वनिः अस्ति। तदेव, किमपि न श्रुतवान्। अधुना महोदय आगतः। हा, क्षम्यतां, मम पार्श्वे इण्टर्नेट् खण्डः अभवत्। अस्तु, श्रूयते खलु? अस्तु, तर्हि घटनिष्ठघटत्वावच्छिन्नविशेष्यतानिरूपक लघुत्वनिष्ठलघुत्वत्वावच्छिन्नप्रकारतानिरूपक ज्ञाननिष्ठकार्यतानिरूपित कारणताश्रय शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वं परिमाणस्य लक्षणम् इति आगतम्। अपि च नवद्रव्यवृत्तिः सर्वेषु द्रव्येषु परिमाणं विद्यते एव, तच्च चतुर्विधम् अणु महद्दीर्घं ह्रस्वं च इति मूलग्रन्थे उक्तं। तस्य परिष्कारं कृत्वा अणु इति वदामश्चेत् द्रव्यमेव सूचयति, विशेषणवाचकपदत्वेन द्रव्यमेव सूचयति इत्यतः अणुत्वं तत्र आधारादेभावः वक्तव्यः भवति। अतः तत्र धर्मं स्वीकृत्य त्वप्रत्ययं योजयित्वा अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वं च इति अर्थः करणीयः इति उक्तं। तदनन्तरं परिमाणस्य विभागान्तरं द्वितीयविधविभागं कृतं नैयायिकैः, अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति। अणुपरिमाणं तु कुत्र विद्यते? परमाणुपरिमाणौ विद्यते अणुपरिमाणं। परममहत्परिमाणं कुत्र विद्यते इति चेत् आकाश वायु दिक् काल आत्म इति पञ्चसु परममहत्परिमाणं विद्यते, अन्ये सर्वे मध्यमपरिमाणवन्तः। हा, तदनन्तरम् एकं वाक्यमस्ति, तत्रापि आद्यन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम् इति तत्र उक्तम्। आदि अन्तिमयोः इत्युक्ते अणुपरिमाणं परममहत्परिमाणम् एतयोः कारणत्वं क्वापि परिमाणं प्रति अन्येषां परिमाणं प्रति तेषु कारणत्वं नास्ति इति वाक्यमस्ति। तस्मिन् विषये एकं करपत्रमपि निर्मितमस्ति, तद् मया प्रेषितं। तस्मात् पूर्वं तत्र अग्रिमपुटे, इदानीं चतुर्नवतितमपुटे एकं परिच्छेदम् अवशिष्टमस्ति, तत् पठेम, तदनन्तरं करपत्रमपि पठेम। तर्हि सर्वे करपत्रं पुरतः स्थापयन्तु कृपया। अस्तु, शिवरा महोदय, भवान् आरब्धुमिच्छति वा? मध्यमपरिमाणं तु भवति इति आम् मध्यम मध्यमपरिमाणं तु भवति स्वास्त्रेजन्यद्रव्यस्य उत्कृष्टपरिमाणम् एतदेव पठनीयं न उत्कृष्टपरिमाणं प्रति असमवायिकारणं तथा हि घटस्य यावत् परिमाणं कुलालः इच्छति तज्जनयोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ तुल्य परिमाणकयोः कपालयोः तद् तद्गुणित परिमाण परिमाणवत् घटस्य जननदर्शनात् इदमेव च अवयव परिमाण अपेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियन्ते एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायिकारणं परन्तु तत्रास्ति कश्चित् विशेषः अस्तु वदतु महोदय भवानेव किञ्चित् विवरणं करोतु मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायि कारणं तथा घटस्य शक्यते महोदय मध्यमपरिमाणं तु तर्हि द्वितीयविधविभागः अस्ति खलु अनुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इदानीं मध्यमपरिमाणस्य विषये चिन्तनमस्ति कथं वा मध्यमपरिमाणं अन्येषां परिमाणानां कारणं भवति मध्यमपरिमाणं तु भवति स्व आश्रयजन्यद्रव्यस्य इत्यस्य अर्थः वदतु महोदय स्व आश्रयजन्यस्य जन्यद्रव्यस्य इति स्व आश्रयजन्यद्रव्य नाम यथा घटः कपालाश्रयः अस्ति इति पद्धत्या स्वाश्रयजन्यद्रव्यस्य तर्हि स्व आश्रय इत्युक्ते कपालाश्रय जन्य कपालाश्रय घटः जन्यः जन्य इत्युक्ते कार्यम् इति जन्य घटः इति कार्यम् सत्यं स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणम् उत्कृष्टम् इत्युक्ते किम् उत्कृष्टं नाम योग्यं परिमाणं वा न उत्कृष्टम् इत्युक्ते निकृष्टम् उत्कृष्टम् इति वदामः किल उच्चतमम् इति अर्थः उच्चतमं परिमाणम् उत्कृष्टम् उपरि इति अर्थः अधः इति तादृशं तत्र यदा वयं एकं स्वीकृत्य अन्यस्य अपेक्षया तद् उत्कृष्टं वा निकृष्टं वा इति तादृशतुलनां कुर्मः तदेव तर्हि कपालस्य परिमाणस्य अपेक्षया घटस्य परिमाणम् उत्कृष्टं वा निकृष्टं वा उत्कृष्टं भवेत् हा सत्यम् उत्कृष्टं द्विगुणमस्ति खलु उत्कृष्टम् द्विगुणम् इत्युक्ते एकं कपालमस्ति एकः कपालः अस्ति अन्यः कपालः अस्ति द्वयं मिलित्वा घटः जायते तर्हि घटस्य परिमाणं कपालद्वयोः मिलित्वा यत् परिमाणमस्ति तदेव घटस्य परिमाणं भवति इति कृत्वा घटस्य परिमाणम् उत्कृष्टपरिमाणम् उत्कृष्टपरिमाणं प्रति असमवायीकारणम् अस्ति तर्हि असमवायीकारणत्वं भवान् कथम् इति किञ्चित् चिन्तयतु कपाले विद्यमानपरिमाणं घटे विद्यमानपरिमाणं प्रति असमवायीकारणम् कपालनाशेन घटस्य अपि नाशः भवति तत् पद्धत्या वा न न न असमवायीकारणत्वम् असमवायीकारणस्य लक्षणं किम् स्वस्मिन् तादात्म्यसम्बन्धेन तत् समवायिकारणस्य लक्षणम्, असमवायिकारणम् असमवायिकारणं समवायेन स्थित्वा समवायेन कार्यं आश्रये स्थित्वा आश्रये समवायेन स्थित्वा स्थित्वा आम्। तर्हि कपाल कपालस्य परिमाणं स्व आश्रये कपाले केन सम्बन्धेन तिष्ठति? समवायेन। सत्यं। तर्हि स्व आश्रये कपाले कपालपरिमाणं समवायेन स्थित्वा तावत् बुद्धं खलु। तदनन्तरं इदानीं कपालेन स्थित्वा कार्येण सह वा कारणेन सह वा इति अवगन्तव्यम्। तर्हि इदानीं कपाले घटपरिमाणमस्ति वा नो चेत् घटे घटपरिमाणमस्ति वा? पुनः एकवारं प्रश्नं करोतु महोदय। घटे अस्माकं विवक्षा इदानीं महोदय, कारणमस्ति कपाले विद्यमानपरिमाणं, कार्यमस्ति घटे विद्यमानपरिमाणं खलु? तर्हि कपाले विद्यमानि परिमाणं स्व आश्रये कपाले समवायेन स्थित्वा तावद् इदानीम् आगतम्। इदानीं कार्यमस्ति घटे विद्यमानपरिमाणं, घटपरिमाणमेव कार्यं। घटपरिमाणं कपाले वर्तते वा घटे वर्तते वा? घटे वर्तते। सत्यं। घटपरिमाणम् इति गुणः खलु, घटे केन सम्बन्धेन वर्तते? समवायसम्बन्धेन। सत्यं। तदनन्तरं घटः कुत्र वर्तते? घटः कपाले वर्तते। केन सम्बन्धेन? समवायसम्बन्धेन। हा, तर्हि घटपरिमाणं प्रति समवायीकारणं किम्? घट कपालं वा? न न, घटपरिमाणं परि समवायीकारणं तु घटपरिमाणं कुत्र विद्यते इदानीमेव भवता उक्तं खलु, घटे विद्यते इति। घटे, हा, घटे विद्यते। तर्हि घटः घटे विद्यमानपरिमाणं प्रति समवायीकारणं भवति खलु? आमाम्। तर्हि तादृश घटः यत् स्वस्य परिमाणं प्रति कारणं भवति तेन सह कपालपरिमाणं तिष्ठति खलु। कपाले किं किं तिष्ठति? कपालपरिमाणं तिष्ठति, घटः अपि तिष्ठति समानस्तरे। तर्हि कपालपरिमाणं स्व आश्रये कपाले समवायेन कारणेन सह स्थित्वा इत्युक्ते घटेन सह स्थित्वा समवायेन कार्यं जनयति इत्युक्ते घटः अपि कपाले समवायेन तिष्ठति इति भवतु, किन्तु अत्र तद्विवक्षा नास्ति। घटपरिमाणं घटे समवायेन तिष्ठति इति कृत्वा समवायेन कार्यं जनयति इति इदानीं तत्र समवायिकारणस्य द्वैविध्यम् अस्माभिः अधीतम्। एकं तु कार्येण सह, अन्यस्तु कारणेन सह। तर्हि कपालपरिमाणं घटपरिमाणं प्रति कारणेन सह कार्यं जनयति इति कृत्वा द्वितीयविध असमवायिकारणम्। उक्तं खलु महोदय? किञ्चित् किञ्चित् बुद्धं महोदय। न, अत्र क्लेशः कुत्र अस्ति? क्लेशः अस्ति वा न वा? क्लेशः नास्ति, किञ्चित् अधिकपठनं न भवति तत्कारणेन किञ्चित् अहं किञ्चित् भवतु पठितवान्। यद् यद् अहं वदामि तद् अवगच्छति चेत् तर्हि पुनः वक्तुं किञ्चित् क्लेशः अस्ति चेत् भवतु, तद् अभ्यासेन लभ्यते। किन्तु अवगतं खलु द्वितीयविध असमवायीकारणम्? अवगतम् अवगतम्। अस्तु, समीचीनं महोदय। अग्रे इदानीं विजी भगिनी तथा हि इति आरभ्य भगिनी वदतु। कुत्र महोदय? द्वितीयवाक्यमस्ति खलु, तथा हि घटस्य यावत् परिमाणं, घटस्य यावत् परिमाणं कुलालः इच्छति तत् जन तत् जननयोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ. घटस्य परिमाणं यत् कुलालः इच्छति तत् परिमाण तत् परिमाणमनुसृत्य द्वौ कपालौ स्वीक्रियते. कपालयोः परिमाणयोः स्वीक्रियते. परिमाणं न स्वीकरोति, परिमाणं तु कपालस्य एव स्वीकरणं कर्तुं शक्यते. आमां, क्षम्यता. तर्हि यदि 1 लिटर् घटम् इच्छति, हाफ् लिटर् इति कपालः स्वीकरोति, हाफ् लिटर् कपालं स्वीकरोति सः. किम् इत्युक्ते द्वौ द्विगुणे परिमाणं घटे वर्तते इति कारणे. सत्यं. तुल्यपरिमाणक अग्रे पठामि वा महोदय? तुल्यपरिमाणकयोः कपालयोः तत् द्विगुणितपरिमाणवत् घटस्य जननदर्शनात् भवान् वदति किल, 1 लिटर् आवश्यकं चेत् हाफ् लिटर् इति कपालद्वयं स्वीकरणीयं. तत् द्विगुणितपरिमाणवत् इत्युक्ते हाफ् लिटर् इति इति स्वीकरणीयम्. इदम् एव च अवयवपरिमाण अपेक्षया अवयविनः महत् परिमाणं शास्त्रे इष्टं परिमाणम् इति व्यवह्रियते. इदम् एव अत्र मम चिन्तनमस्ति, तादृशम् एव द्विगुणं द्विगुणम् इति क्रियते चेत् महत् परिमाणं उत्कृष्टपरिमाणम् इति अवगन्तुं शक्नोति अति वा महोदय? न, अत्र तु महत् इत्युक्ते तत्र परममहत्परिमाणम् इति विषयः नास्ति. अत्र उत्कृष्टपरिमाणम्. उत्कृष्टपरिमाणम्. तर्हि कपालपरिमाणस्य अपेक्षया घटस्य परिमाणं द्विगुणमस्ति खलु? अतः घटपरिमाणम् उत्कृष्टं परिमाणम् इति शास्त्रे व्यवस्थ्यते. तावदेव. अस्तु, अग्रे. एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति, यथा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति, तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायी कारणम्. परन्तु अत्र अस्ति कश्चित् विशेषः. एकत्वविषये वयं जानीमः, एकत्वं घटे विद्यमान कपाले विद्यमान एकत्वं अत्र कपाले विद्यमान एकत्वं वा परिमाणम्? कपाले समवायेन स्थित्वा तत्रैव घटं जनयति किल, यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति इति वाक्यस्य अर्थः वदतु. कपालद्वयसंयोगः अस्ति अत्र, कपाले अत्र अस्मिन् वाक्ये कारणं किं कार्यं किम् संख्या अस्मिन् वाक्ये यथा कपालद्वयसमवायेन स्थित्वा तत्रैव घटं जनयति इति वाक्ये कारणं किं कार्यं कपालः कारणं घटं कार्यमस्ति कपालः कारणं घटं कार्यमस्ति चेत् असमवायिकारणं भवति कपालः संयोगसम्बन्धः कारणं किं भगिनि अस्मिन् वाक्ये कारणं किं कार्यं किम् कपाले समवायेन स्थित्वा संयोगः कारणमस्ति संयोगः कारणमस्ति कार्यं घटः कार्यम् किमर्थं संसर्गिताविषये चिन्तयति भवती इदानीं ज्ञानस्य विषयः नास्ति खलु संयोगः कारणं घटः कार्यं हा कपालद्वयसंयोगः न भवति चेत् घटं घटस्य उत्पादनं भवति वा न न भवति अतः संयोगः कारणम् कपालद्वयसंयोगः कारणं घटः कार्यं कीदृशकारणं समवायकारणं भगिनि संयोगः केन सम्बन्धेन कपाले तिष्ठति समवायसम्बन्ध प्रथमविध समवायकारणम् असमवायिकारणमेव प्रथमविध असमवायिकारणं कपाले समवायेन स्थित्वा समवायेन कार्यं जनयति इत्युक्ते प्रथमविध असमवायिकारणम् इतोपि स्पष्टतया वक्तव्यं भवति समवायेन समवायेन एकनिमिषं शृणोतु समवायेन स्थित्वा समवायेन कार्यं जनयति इति चेत् असमवायिकारणस्य सामान्यलक्षणम् असमवायिकारणस्य द्वैविध्यं वर्तते एकं तु कार्येण सह अन्यस्तु कारणेन सह एकनिमिषं भगिनि अहं किञ्चित् वदन् अस्मि श्रुत्वा तदनन्तरं वदतु अस्तु प्रथमविधसमवायिकारणं किं कार्येण सह वा कारणेन सह वा तर्हि भवती वदतु इदानीं कार्येण सह हा कार्येण सह तर्हि इदानीं कपालद्वयसंयोगः घटं प्रति कारणं प्रथमविधासमवायिकारणं वा द्वितीयविधासमवायिकारणं प्रथमविधासमवायिकारणं हा निरूपयतु कपालद्वयसंयोगः घटे अस्ति समवायी सम्बन्धेन एकनिमिषं कपालद्वयसंयोगः घटे अस्ति वा कपालद्वयसंयोगः कपाले अस्ति समवायीसम्बन्धेन समवायीसम्बन्धेन घटः अपि कपाले अस्ति समवायीसम्बन्धेन सामान्य अधिकरणम् अस्ति समवाये सम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति अतः कार्येण सह क्रियते इत्यतः प्रथमविध असमवायीकारणम् इति उच्यते तर्हि कार्येण सह इति पदं वाक्ये योजयित्वा तर्हि सम्पूर्णरीत्या वदतु संयोगः कपाले समवायसम्बन्धेन स्थित्वा कार्येण सह घटम् उत्पद्यते हा तत्र समीचीनं किन्तु किञ्चिदिव स्पष्टीकरणीयं कपालद्वयसंयोगः स्व आश्रये कपाले कार्येण सह समवायेन स्थित्वा समवायेन घटं जनयति इति तत्र स्थित्वा इत्यत्र एव कार्येण सह इति वा कारणेन सह वा इति वक्तव्यं नो चेत् अर्थः न जायते खलु समवायेन कार्येण सह कार्यं जनयति इति दोषाय खलु आश्रये कपाले समवायेन कार्येण सह स्थित्वा समवायेन कार्यं जनयति घटं जनयति इत्यतः कपालद्वयसंयोगः प्रथमविध असमवायी कारणम् एवमेव तत्र द्वितीयवाक्यं तदपि वदतु एकत्वं तथैव कपालपरिमाणमपि कपाले समवायेन एकत्वं घटे समवायेन स्थित्वा एकत्वं द्वित्वं तद्वत् एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वितं द्वित्वं जनयति एकत्वमपि समवायेन कपाले स्थित्वा कार्येण सह कपाले स्थित्वा द्वित्वं जनयति समीचीनं तर्हि अत्र कारणं किं कार्यं किं कारणं समवायसम्बन्धः कार्यमपि समवायसम् एकत्वं भगिनि कार्यं समवायसम्बन्धः भवति वा समवायसम्बन्धस्तु नित्यः न कार्यं तु द्वित्वं कार्यं कार्यं द्वित्वं कारणं कपाले विद्यमान एकत्वं हा एकत्वं समीचीनं तर्हि एकत्वं द्वित्वं प्रति प्रथमविध असमवायी कारणं इदानीम् अन्तिमवाक्यं तथैव कपालपरिमाणम् अपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणम् अपि असमवायी कारण प्रथमं कारणं किं कार्यं किं कपालपरिमाणम् अपि कपाले समवायेन स्थित्वा अत्र कारणं कपाले विद्यमानपरिमाणं कार्यं तु घटे विद्यमानपरिमाणम् अतः कपाले विद्यमानपरिमाणं कपाले समवायसम्बन्धेन स्थित्वा घटे विद्यमानपरिमाणं जनयति इति समवाय इति कपाल घटपरिमाणं प्रति असमवायी कारणम् सत्यं किन्तु इदानीं कार्येण सह नो चेत् कारणेन सह इति वाक्ये योजनीयं तर्हि योजयित्वा वदतु कपाले विद्यमानपरिमाणं कपालपरिमाणं कार्येण सह कपाले समवायसम्बन्धेन स्थित्वा कार्येण सह तिष्ठति वा अत्र कार्यं किं कारणेन सह स्थित्वा वदतु नो चेत् भवती अवगच्छति वा न वा न कारणेन सह दोषः अस्ति पुनः कपालपरिमाणं कपाले कारणेन सह समवायसम्बन्धेन स्थित्वा घटपरिमाणम् उत्पद्यति अतः इति कपालपरिमाणम् अपि असमवायी कारणं घटपरिमाणं प्रति हा समीचीनं तर्हि कपालपरिमाणं घटप्रतिमाणं प्रति प्रथमविधासमवायी कारणं वा द्वितीयविधासमवायी कारणं वा अत्र तु द्वितीयविधसमवायी कारणं किमित्युक्ते कारणेन सह कार्यं क्रियते चेत् द्वितीयविध असमवायी कारणम् अस्ति वा महोदय समीचीनं इदानीं मयि सन्तोषः जातः अस्तु ओके धन्यवादः महोदय धन्यवादः हा समीचीनं तर्हि इदानीम् अग्रे इदानीं करपत्रं प्रति गच्छेम करपत्रे किं लिखितमस्ति इति चेत् तत्र अणुपरिमाणम् अपि च परमपरिमाणं द्वयमपि क्वापि परिमाणस्य कारणं न भवति तेषु कारणत्वं तयोः कारणत्वं नास्ति इति लिखितमस्ति किल तस्मिन् विषये क करपत्रं निर्मितमस्ति. तर्हि विजया भगिनी पठतु भगिनि. महोदय, करपत्रस्य शिक्षकः शीर्षकः परिमाणे कारणत्वम् इति अस्ति वा? षोडश. षोडश. अस्तु, धन्यवादः. धन्यवादः. परिमाणे कारणत्वम् अनुपरिमाणस्य पुनः परममहत् परिमाणस्य कुत्रापि कारणत्वं नास्ति. मध्यम मध्यपरिमाणं भवति स्व आश्रयजन्यद्रवस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं. किन्तु अनुपरिमाणस्य पुनः परममहत्परिमाणस्य च तथा न भवति. तत्र परिमाणविषये कारणत्वं किम् अस्ति इति दत्तम्. अनुपरिमाणस्य पुनः परममहत्परिमाणस्य कुत्रापि कारणत्वं नास्ति. परिमाणं परिमाणस्य परिमाणविषये वयं पूर्वमेव ज्ञातवन्तः. परम परमाणुपरिमाणं, परममहत् परिमाणं, मध्यमपरिमाणम् इति वयम् वयं दृष्टवन्तः. तत्र अणुपरिमाणस्य पुनः परममहत्परिमाणं कुत्रापि कारणत्वं नास्ति इत्युक्ते एतत् विषये किञ्चित् तत्र विषयः भेदः सन्ति, अतः तत्र कारणत्वं नास्ति इति. अनन्तरं मध्यमपरिमाणम् अतः भगिनी कारणत्वं नास्ति इत्युक्ते किं भवत्याः अवगमनं किम्? तत्र अनुपरिमाणम् इत्युक्ते तत्र परिमाणस्य परिमाणं वयं ज्ञातवन्तः. तत्र महत् परिमाणस्य अनुपरिमाणस्य विषये तत्र किञ्चिदपि कारणं नास्ति इत्युक्ते किं? तयोः कारणं नास्ति वा, ते अन्यस्य कारणं न भवति इति अर्थः वा? अन्यस्य अन्यविषये एव कारणत्वं नास्ति, परन्तु एतत् विषये कारणमस्ति एव. अस्तु, अहं प्रश्नं एकनिमिषं भगिनि, अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. प्रथमम् परमाणौ अणुपरिमाणं विद्यते, वयं तद्वयं जानीमः. परमाणौ विद्यमान अणुपरिमाणस्य कारणम् अस्ति वा न वा? अस्ति एव. किं कारणम्? तत्र महत् परिमाणं तत्र महत् परिमाणविषये तत्र महत् परिमाणविषये इदानीं न चिन्तनं करोतु. इदानीं मम प्रश्नः अस्ति अणुपरिमाणस्य विषये. परमाणौ विद्यमान अणुपरिमाणस्य कारणम् अस्ति वा न वा? कारणं तत्र अस्ति एव इति मम चिन्तनं. तर्हि वदतु चिन्तनम् इति चेत् तत्र केन कः, तत्र आधारः कः, भवत्याः मनसि तर्कः कः, कः कारणं, किं कारणमस्ति? अपि च तत् कारणं समवायिकारणं वा असमवायिकारणं वा इति चिन्तयतु. असमवायिकारणमेव. किम् इदानीम् अणुपरिमाणं कार्यम् इति स्वीकुर्मश्चेत् कारणं किम्? यथा घटस्य परिमाणं प्रति कपाले विद्यमानपरिमाणं कारणं भवति, तथा अणौ विद्यमान अणुपरिमाणं प्रति किं कारणं भवति? नो, किम् किं कारणं भवान् एव वदतु भगिनी. एतत् तत्र विशेष परमाणु नित्यमस्ति, अतः तस्मिन् विद्यमानं परिमाणं प्रति अपि कारणत्वं न भवितुम् अर्हति. विजया भगिनी, मम प्रश्नः किम् अस्ति चेत् महत् परिमाणम् एतत् सर्वे अस्ति चेत् तत्र अनुपरिमाणं तत्रैव स्थित्वा एव कार्यं करोति एव. न न, अत्र अत्र विजया भगिनी वक्तुम् एकनिमिषं भगिनि, अत्र वार्ताद्वयमस्ति. प्रथमम् अणुपरिमाणौ विद्यमान अणु परमाणौ विद्यमान अनुपरिमाणम् इति गुणः, तस्य किमपि कारणम् इति इदानीं तद् कार्यम् इति स्वीकुर्मः. कार्यम् इति स्वीकुर्मश्चेत् कारणं भवेत् खलु, तादृशकारणम् अस्ति वा इति मम प्रश्नः आसीत्. तस्य उत्तरं किम्? तत्र मम चिन्तनं परमाणु अनुपरिमाणस्य कारणत्वम् अस्ति एव इति मम चिन्तनम्. कारणत्वम् इति परमाणु भगिनी, कारणत्वम् इति वदति चेत् भिन्नवार्ता भवति. कारणत्वम् इति पदम् इदानीं न प्रयोगं करोतु. किमर्थमित्युक्ते हा, तर्हि यद् कारणमस्ति तस्मिन् कारणत्वं भवति. तर्हि इदानीं भिन्नवार्ता अस्ति, अनुपरिमाणं कारणम् इति स्वीकुर्मश्चेत् तदा अनुपरिमाणे कारणत्वं भवति. किन्तु इदानीम् अनुपरिमाणं कार्यम् इति स्वीकृत्य अहं प्रश्नं कुर्वन्नस्मि. अनुपरिमाणं कार्यम् इति स्वीकुर्मश्चेत् तस्य कारणं भवति वा इति मम प्रश्नः. तस्य उत्तरं कृपया वदतु प्रथमम्. अहं न जानामि. भवती जानाति एव, किन्तु न मम क्लेशः कुत्र अस्ति इति चेत् मम प्रश्नं भवत्या अवगतं वा न वा इति अहं न जानामि. तावदेव, तत्रैव मम क्लेशः. भवती निश्चयेन जानाति तर्हि इदानीं वदतु भगिनि, अनुपरिमाणम् एकनिमिषं, परमाणवः नित्याः वा अनित्याः वा? नित्यमेव. हा, परमाणवः नित्याः खलु. तर्हि परमाणवः नित्याः सन्ति चेत् तेषु विद्यमानपरिमाणं यद् अणुपरिमाणमस्ति तदपि नित्यं भवेत् खलु? आम्. नित्यमस्ति चेत् तत् कार्यं भवति वा? कार्यं भवति एव. नित्यं नित्यम् इति ते कार्यं सर्वदा सन्ति एव. न न, यद् नित्यं तद् कार्यं भवति वा? आकाशस्य उत्पत्तिः यदा कदापि भवति वा? नास्ति. परमाणूनाम् उत्पत्तिः यदा कदापि भवति वा? नास्ति जि. तत्र हा, यस्य इदानीं घटस्य उत्पादनं भवति, घटस्य उत्पादनसमये तस्मिन् क्षणे घटम् एकक्षणं निर्गुणं निष्क्रियं तिष्ठति. द्वितीयक्षणे एव तस्मिन् परिमाणं रूपम् इत्यादि गुणाः जायन्ते इति अस्माभिः अधीतं खलु. एवमेव अणुपरिमाणवः नित्याः इति कृत्वा अणुपरिमाणौ विद्यमान अणुपरिमाणम् परमाणौ विद्यमान अणुपरिमाणं नित्यमस्ति, न जायते यदा कदापि. तर्हि तद् कार्यं यदा कदापि न भवति. उत्तमं खलु? हा, तर्हि इदानीं द्वितीयविधप्रश्नः कुर्मः. परमाणौ विद्यमान अणुपरिमाणम् अन्यस्य कारणं भवति वा? अन्येषु पदार्थेषु विद्यमान परिमाणं प्रति कारणं भवति वा इति प्रश्नः. तदेव अस्मिन् करपत्रे हा कारणत्वं नास्ति अनुपरिमाण कालः दिक् इति स्वीकुर्मः चेत् तत्र कारणं नास्ति एव, कारणत्वं नास्ति एव. किमर्थं कालः दिक् विषये वदति इति अहं न जानामि. तत्र वयं पूर्वम् आकाशः इति स्वीकुर्मः चेत् तत्र परमाणौ तत्र नित्यः, आकाशपरिवर्तनं नास्ति, किञ्चित् कार्यमपि नास्ति इति अस्माकं दृष्टवन्तः. एकनिमिषम्, आकाशे परमाणवः सन्ति वा? आकाशस्य परमाणवः सन्ति वा? परमाणौ नित्यः इति स्वीकुर्मः चेत् तत्र आकाशविषये एकनिमिषं भगिनी, विषयान्तरं गच्छामश्चेत् सर्वेषां भ्रमः जायते. तर्हि इदानीम् अस्माकं चिन्तनमस्ति अणुपरिमाणु इत्यस्मिन् विषये. अणुपरिमाणु, परमाणौ विद्यमान अणुपरिमाणं यस्य कस्यापि कारणं भवति वा इति प्रश्ने सति अत्र उक्तमस्ति अणुपरिमाणु अन्येषां परिमाणानां कारणं न भवति इति अत्र लिखितम्. एवमेव परममहत्परिमाणमपि यथा कपाले विद्यमानपरिमाणं घटे विद्यमानपरिमाणं प्रति कारणं भवति खलु, एवं परमाणौ विद्यमान अणुपरिमाणं यस्य कस्यापि कारणं न भवति इति अत्र लिखितम्. तस्मिन् विषये एव अत्र करपत्रं निर्मितम्. वयं चिन्तयामः यदा परमाणुद्वयोः मध्ये संयोगः जायते, द्व्यणुकं जायते, तर्हि द्व्यणुके अपि परिमाणमस्ति खलु, तादृशपरिमाणस्य कारणम् परमाणौ विद्यमान अणुपरिमाणम् इति वयं चिन्तयामः, तादृशं नास्ति इति अत्र उक्तम्. तत् कथम् इति निरूपणीयं. तस्मिन् विषये एव एतत् करपत्रं निर्मितमस्ति. बुद्धं खलु? एतत् विषये अहं न, भवान् एव वदति चेत् अहं शृणोमि. परिमाणविषये तत्र कारणत्वं अनुपरिमाणं द्वेक त्रियलक एतत् सर्वम् अस्ति. एतत् विषये भवान् वदतु, अहं किञ्चित् शृणोमि, अनन्तरम् अहम् अवगच्छामि इति चेत् अहं अत्र एतावत्पर्यन्तम् अस्माभिः न पठितं, किन्तु विषयः कः इति ज्ञातव्यं. तदेव अत्र तदर्थमेव अहं प्रयासं कुर्वन् अस्मि. विषयः कः, अस्माकं चिन्तनं कस्मिन् विषये अस्ति इति चेत् अणुपरिमाणं यस्य कस्यापि कारणं भवति वा इति प्रश्नः. अत्र उत्तरमस्ति नास्ति इति प्रतिज्ञारूपेण वाक्यं लिखितम्. अणुपरिमाणस्य पुनः परममहत्परिमाणस्य कुत्रापि कारणत्वं न दृश्यते, तेषु तयोः कारणत्वं न दृश्यते. इत्युक्ते अणुपरिमाणं द्यणुके विद्यमानपरिमाणं प्रति कारणं न भवति. एवमेव आकाशे विद्यमानपरममहत्परिमाणं तत्र आत्मनि विद्यमानपरममहत्परिमाणं नो चेत् दिशि विद्यमानपरममहत्परिमाणं तेषु प्रति कारणं न भवति इति अत्र लिखितं. तत् कथम् इति अग्रे आयास्यति. अस्तु महोदय, इत्युक्ते अणुपरिमाणम् अपि च परममहत् परिमाणं कार्यं नास्ति अपि च कारणमपि नास्ति. सत्यम्. अपि च अस्मिन् करपत्रे कारणं नास्ति इति इत्यस्मिन् विषये एव चिन्तनमस्ति. आम् आम्, यतोहि नित्यद्रव्ये तौ वर्ततः, अतः कार्यं नास्ति तत्तु स्पष्टमेव, किन्तु कारणं किमर्थं नास्ति तत् तस्मिन् विषये शङ्का भवत्येव, अतः एव एतत् करपत्रं निर्मितम्. अस्तु अस्तु महोदय. अस्तु समीचीनं. तर्हि श्रीराम महोदय अग्रे पठतु. घटस्य अवयवः कपालः इति. घटस्य अवयवः कपालः, कपालस्य पुनः अवयवः कपालिका. चतुरणुकं त्र्यणुकं, चतुरणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते तेषां सर्वेषां मध्यमपरिमाणं. घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्तौ कपाले विद्यमानं परिमाणं तस्मात् घटे मध्यमपरिमाणम् उत्पन्नम्. एवं कपाले यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्तौ कपालिकायां विद्यमानं परिमाणं तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नं. पुनः कपालिका अपि तथा अवयवस्य विद्यमानात् मध्यमपरिमाणात् स्वस्य परिमाणम् उत्पन्नं. चतुरणुके अपि तथा त्रिणुकात् त्रिणुकेषु अपि मध्यमपरिमाणम् अस्ति, अतः तस्मात् चतुरणुके मध्यमपरिमाणम् उत्पद्यते. एवं कृत्वा उत्तरोत्तरद्रव्याणां परमाणस्य पूर्वः पूर्वः अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति. अत्र अस्मिन् परिच्छेदे किं लिखितम् इत्युक्ते कपालस्य घटस्य कारणं कपालः अस्ति, कपालस्य कारणं कपालिका अस्ति, अनन्तरं कपालिका चतुरणुकात् उत्पद्यते, चतुरणुकं त्रेणुकात् उत्पद्यते. एवं क्रमः अस्ति. इदानीं परिमाणविषये घटस्य परिमाणस्य कारणं किम् इति, कथम् उत्पन्नं इति प्रश्नः जायते. तथा कथम् उत्पन्नम् इत्युक्तौ कपाले विद्यमानं परिमाणं घटे विद्यमानपरिमाणस्य कारणम् असमवायिकारणं भवति. तस्मात् एते सर्वे मध्यमपरिमाणवन्तः. घटे अपि मध्यमपरिमाणमस्ति, कपाले अपि मध्यमपरिमाणमस्ति, अतः कपाले विद्यमान मध्यमपरिमाणं घटे विद्यमानमध्यमपरिमाणस्य असमवायिकारणम्. एवं कपालं स्वीकुर्मश्चेत् कपालं कथम् उत्पद्यते इति, कपालः कथम् उत्पद्यते इत्युक्ते कपालिका अस्ति, तस्याः कपालिकातः कपालः उत्पद्यते. महोदय तत्र तत्सर्वं प्रायः सर्वेभिः सर्वैः अवगतं. तर्हि अवयविनः अवयविनि विद्यमानपरिमाणस्य कारणं भवति अवयवे विद्यमानपरिमाणं खलु? सत्यम्. अवयवे विद्यमानपरिमाणं मध्यमपरिमाणम् अवयवी विद्यमान मध्यमपरिमाणस्य कारणम् असमवायिकारणं भवति. सारांशः इति तावद् बुद्धं. तदेव अत्र कपा घटः आरभ्य त्रिणुकं पर्यन्तम् अत्र उक्तम्. अस्तु अग्रे पठतु महोदय. तथा च परिमाणस्य कश्चन नियमः सिद्धः. स्वसजातीय स्वजातीयस्फोत्कृष्ट परिमाणजनकत्वम् अस्तु सजातीय इति समानजातीयां सोत्कृष्टम् इति स्वस्य अपेक्षया उत्कृष्टं कथम् इति चेत् चिन्तयतु कस्मिंश्चित् द्रव्ये परिमाणं जायते यथा कपालपरिमाणतः घटपरिमाणम् उत्पद्यते तत्र द्वयोः द्रव्ययोः परिमाणं समानजातीयां नाम उभयत्र मध्यमपरिमाणं न तु अणुपरिमाणं वा परममहत्परिमाणं वा अतः स्वजातीयां परिमाणम् उत्पद्यते तदा कपालपरिमाण अपेक्षया घटे विद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति अधिकं भवति कपालपरिमाणं यावत् तद् अपेक्षया अधिकं परिमाणं घटे भवति इत्थञ्च स्वजातीयसोत्कृष्टपरिमाणजनकत्वं परिमाणस्य इति नियमः परिमाणस्य अन्यलक्षणं वा महोदय लक्षणं नास्ति परिमाणे विद्यमान कश्चन धर्मः इति स्वीकृतः तथा च परिमाणस्य कश्चन नियमः अस्ति नियमः स्वजातीयसोत्कृष्टपरिमाणजनकत्वम् इति स्वजातीय इत्युक्ते सजाति समानजातीया समानजाति इत्युक्ते का इदानीं कपालद्वयं स्वीकुर्मश्चेत् तत्र कपालत्वम् इति समानजातिद्वयोः कपालयोः मध्ये अस्ति न न अत्र अत्र तु परिमाणस्य विषये चिन्तनमस्ति खलु एतद् परिमाणस्य एव धर्मः न तु कपालत्वम् इति तादृश जातेः विषये चिन्तनं नास्ति समानजाति सजाति मध्यमपरिमाण मध्यमपरिमाण सजाति अत्र महोदय इदानीं द्वितीयविध विभागः अस्ति खलु अद् अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति त्रीणि परिमाणानि सन्ति प्रत्येकं परिमाणे का जाति विद्यते अणुपरिमाणौ का जातिः अस्ति अणुपरिमाणे अणुपरिमाणे अणुपरिमाणत्वं वा सत्यं तदेव अणुपरिमाणे अणुपरिमाणत्वम् अस्ति परममहत्परिमाणे परममहत्परिमाणम् अस्ति मध्यमपरिमाणे मध्यमपरिमाणम् अस्ति खलु सत्यं तर्हि स्वजातीय इत्युक्ते मध्यमपरिमाणत्वम् इति जातिः स्वसजातीय इदानीं वदतु स्वसजातीयसोत्कृष्टपरिमाणजनकत्वम् सजातीयम् इत्युक्ते समानजातीयं सोत्कृष्टम् इत्युक्ते स्वस्य अपेक्षया उत्कृष्टं तर्हि समानजातीयम् इत्युक्ते किं समानजातीयम् इत्युक्ते अत्र अस्मिन् विषये मध्यमपरिमाणवत्वं मध्यमपरिमाणवत्वं नास्ति मध्यमपरिमाणत्वं परिमाणत्वं मध्यमपरिमाणवत्वम् इति वदति चेत् भिन्न तस्य उपरि अधो गच्छति मध्यमपरिमाणः यस्मिन् अस्ति सः मध्यमपरिमाणवान् नो चेत् मध्यमपरिमाणवत् इति भवति तादृशवत्वम् इति पुनः तस्मिन्नेव स्तरे आगच्छति भवतु अत्र सजातीय इति जाति इत्युक्ते अत्र मध्यमपरिमाणवत् मध्यमपरिमाणत्वं समान सोत्कृष्टम् इति स्वस्य अपेक्षया उत्कृष्टम् उत्कृष्टम् इति अधिकम् इति अर्थः तस्य अपेक्षा अधिकः कथम् इति चेत् चिन्तयतु कस्मिंश्चित् द्रव्ये परिमाणं जायते तथा यदा कपालपरिमाणतः घटपरिमाणम् उत्पद्यते. इदानीं घटपरिमाणं कपालपरिमाणतः उत्पद्यते, तत्र द्वयोः द्रव्ययोः परिमाणं समा सजातीयां. द्वयोः द्रव्ययोः परिमाणम् इत्युक्ते कपाल अपि च घटः द्वयोः परिमाणं सजातीयाम् इत्युक्ते मध्यमपरिमाणम् अस्ति द्वयोः, अतः सजाति इत्युक्ते मध्यमपरिमाणत्वं विद्यते, न अनुपरिमाणं वा परम द्वयोः, अतः कपालः अपि च घटः द्वयोः मध्ये अणुपरिमाणं नास्ति, परममपि नास्ति, अतः सजातीयं परिमाणम् उत्पद्यते. इदानीं सजातीयं परिमाणम् उत्पद्यते, सजातीयम् इत्युक्ते मध्यमपरिमाणम् उत्पद्यते, तदा कपालपरिमाणापेक्षया घटविद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति. कपाल एतद् वर्गस्य आरम्भे एव पठितवन्तः, कपालस्य परिमाणं घटस्य परिमाणं कपालस्य अपेक्षया अधिकं भवति, अतः अयं नियमः अस्ति सजातीयस्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य स्वभावः. स्वभावः किन्तु कीदृशपरिमाणस्य स्वभावः? मध्यमपरिमाणस्य. अस्तु, अत्र कथं वयं वक्तुं प्रयत्नं कुर्मः इति चेत्, प्रत्येकं वाक्यं पठित्वा तस्यैव अर्थः इति नास्ति. तत्र सम्पूर्णपरिच्छेदं पठित्वा स्वशब्दैः वक्तुं शक्यते खलु. अत्र पश्यतु, अत्र कपालपरिमाणं कारणम् अस्ति, घटपरिमाणं कार्यमस्ति, कपालपरिमाणं मध्यमपरिमाणम् अस्ति, तस्मिन् मध्यमपरिमाणत्वम् अस्ति, घटपरिमाणमपि मध्यमपरिमाणमस्ति, तस्मिन् मध्यमपरिमाणत्वम् अस्ति. तर्हि कपालपरिमाणेन स्व उत्कृष्टघटपरिमाणं जायते, अपि च सजातीय इत्युक्ते मध्यमपरिमाणत्वजातिपरिमाणं जायते इति मध्यमपरिमाणस्य स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इति धर्मः निरूपितः अस्माभिः. तत्र स्वजातीयश्च स्वोत्कृष्टश्च उत्कृष्टपरिमाणजनकत्वं द्वयमपि अस्ति. सत्यं स्वजातीयमपि स्वसजातीय, केवलं जाति न, सजातीय स्वसजातीय. कपालस्य कपाले विद्यमानपरिमाणस्य जातिः का इति चेत् मध्यमपरिमाणत्वम्. घटे विद्यमान घटे जायमानपरिमाणस्य परिमाणे विद्यमानजाति का? मध्यमपरिमाणत्वम्. तर्हि सजातीयत्वम् अस्ति तयोः मध्ये. तदनन्तरम् उत्कृष्टपरिमाणमपि अस्ति. कस्य? घटस्य. घटपरिमाणस्य उत्कृष्टपरिमाण घटपरिमाणम् उत्कृष्टपरिमाणमस्ति इति कृत्वा तादृश उत्कृष्टपरिमाणजनकत्वं कुत्र अस्ति? कपालपरिमाणे अस्ति. अस्तु, तर्हि अग्रे गच्छेम. सीमा भगिनी अग्रे. महोदय, भवान् उक्तवान् मध्यमपरिमाण कपाले यद् विद्यते तत्र मध्यमपरिमाणत्वम् अस्ति, घटे विद्यमान मध्यमपरिमाणत्वं प्रति कारणं तु न भवति आम्, यतोहि जातिः नित्या. आमामां, तत्र जातेः कारणं नास्ति, किन्तु सत्यं तत्र जातेः कारणं नास्ति किन्तु सजातीयजनकत्वम् अस्ति इति अर्थः. अस्तु महोदय, इदानीं द्व्यणुकं प्रति समवायकारणं किं? द्व्यणुकस्य अवयवः परमाणुः. तर्हि द्व्यणुकपरिमाणं प्रति किम् असमवायिकारणं भवितुम् अर्हति? परमाणौ विद्यमानपरिमाणं. तत्र परिमाणप्रसङ्गे नियमः कः? स्वजातीयस्वोत्कृष्टपरिमाणजनकत्वम् इति उक्तम्. तर्हि स्वसजातीयपरिमाणम् इत्युक्ते अणुपरिमाणम् एव. स्वोत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम् उत्पद्यते द्व्यणुके. अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम अणुत्वम् इतोपि लघु स्यात्. यत्र मध्यमपरिमाणम् अस्ति तत्र उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं नाम बृहत्. किन्तु परमाणुपरिमाणस्य इतोपि उत्कृष्टम् इत्युक्ते इतोपि अणु इतोपि लघु इतोपि सूक्ष्मम्. तदनुसृत्य द्व्यणुपरिमाणं परमाणवोः अणुपरिमाणस्य अपेक्षया लघु स्यात्. यद्यपि वस्तुतः तथा नास्ति इति जानीमः तदर्थं परमाणुपरिमाणं द्व्यणुकपरिमाणस्य कारणं न भवितुम् अर्हति. अपि तु परमाणुगतद्वित्वसङ्ख्या एव द्व्यणुकपरिमाणस्य कारणम्. परमाणुद्वयसंयोगेन द्व्यणुकं भवति. तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते. परमाणौ विद्यमानद्वित्वसङ्ख्यया अणुपरिमाणं द्व्यणुके उत्पद्यते. अणुपरिमाणं द्व्यणुके उत्पद्यते आम् इति नैयायिकानां चिन्तनं. तर्हि भवती वदतु तदनन्तरम् किन्तु मम अवगमनं स्पष्टं न वा न जाने यतोहि मनसि प्रश्नाः सन्ति. किन्तु अहं यद् दत्तमस्ति तद् वदामि. अत्र नियमः वयं दृष्टवन्तः. स्वस्वजातीयस्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य नियमः अस्ति. यत्र परिमाणं कारणं भवति कार्यस्य परिमाणं प्रति तदानीं परिमाणस्य जातिः समाना भवेत्. अपि च कार्यस्य परिमाणं कारणस्य परिमाणात् अपेक्षया उत्कृष्टं भवेत्. अत्र यदि अणुपरिमाणं परमाणौ अस्ति तर्हि स्वजातीय परिमाणम् अपि अणु भवति. अपि च उत्कृष्टपरिमाणम् अत्र दत्तमस्ति अणुपरिमाणात् उत्कृष्टम् इत्युक्ते इतोपि अणुः भवेत् इतोपि सूक्ष्मं भवेत् इतोपि लघुः भवेत् कार्ये यत् परिमाणम् अस्ति तद् परमाणुपरिमाणात् सूक्ष्मतर लघुतर अपि च अणुतर भवेत्. किन्तु तत्तु वास्तविकतया तत् नास्ति. यतोहि द्व्यणुके विद्यमानपरिमाणम् एवं नास्ति किन्तु किञ्चित् भिन्नम् अस्ति इत्युक्ते बृहत् अस्ति. परमाणोः अपेक्षया द्व्यणुकं बृहत् अस्ति. अतः परमाणुपरिमाणं द्व्यणुकपरिमाणस्य प्रति कारणं भवितुं न अर्हति. तर्हि अत्र दत्तमस्ति परमाणुगतसङ्ख्या या अस्ति सा द्व्यणुकपरिमाणस्य कारणं भवति. यतोहि परमाणौ एकत्वसङ्ख्या अस्ति. परमाणुद्वयसंयोगेन द्व्यणुकं भवति. तत्र द्वित्वसङ्ख्या जायते. तत् कुत्र भगिनि तत्र इत्युक्ते द्व्यणुके द्व्यणुके द्वित्वं न न न नास्ति नास्ति नास्ति परमाणु अस्ति धन्यवादः मम भ्रमः मम भ्रमः आसीत् अस्तु अस्तु तर्हि परमाणौ एकत्वसङ्ख्या तु अस्ति एव परमाणुद्वयसंयोगेन परमाणौ द्वित्वसङ्ख्या जायते सा सङ्ख्या सङ्ख्यया द्वणुके अणुपरमाणं परिमाणम् उत्पद्यते तदस्ति किन्तु तत्तु मम न अवगच्छामि किमर्थं तदस्ति अस्तु अत्र अत्र वार्ता यथा यथा भवत्या समीचीनतया प्रतिपादितम् उत्कृष्टं सामान्यतया उत्कृष्टम् इत्युक्ते बृहत् इति अर्थः किन्तु परमाणु इति पदं परमाणुपरिमाणम् अणुपरिमाणम् इति यदा वदामः ततोपि उत्कृष्टम् इति वदामश्चेत् तत्र इतोपि सूक्ष्मम् इत्येव अर्थः भवति इति कृत्वा तत्र स्वोत्कृष्ट इति वदामश्चेत् क्लेशः भवति इति कृत्वा परमाणुपरिमाणं द्व्यणुके विद्यमान अणुपरिमाणं प्रति कारणम् इति नैयायिकाः न स्वीकुर्वन्ति तर्हि किन्तु द्व्यणुके विद्यमानपरिमाणं परमाणौ विद्यमानपरिमाणस्य अपेक्षया बृहत् अस्ति इति लोकसिद्धः अस्ति तर्हि किमपि कारणं भवेत् स च कारणं किं किमपि वक्तव्यं खलु अपि च द्व्यणुके विद्यमानपरिमाणं जायते तत् कार्यमेव द्व्यणुकं निन्द्यं नास्ति द्व्यणुकम् अवयवी अस्ति तस्य अवयवः सन्ति अवयवौ स्तः इति कृत्वा किमपि कार्यं वक्तव्यं कारणं वक्तव्यं तर्हि कः कारणं भवति इति चेत् द्व्यणुके तत्र द्व्यणुके क्षम्यतां परमाणौ एकत्वम् अस्ति स च एकत्वं नित्यमपि अस्ति तद्वयं जानीमः यदा परमाणुद्वयसंयोगः भवति तर्हि यदा वयं गणनं कुर्मः एकं द्वे इति तदा प्रत्येकं परमाणौ द्वित्वं जायते यथा घटस्य गणनं वयं कुर्मः तदा प्रत्येकं घटे द्वित्वं जायते तथा परमाणौ अपि द्वित्वं जायते तद् द्वित्वम् एव द्व्यणुकौ विद्यमान अणुपरिमाणं प्रति कारणम् इति नैयायिकाः स्वीकुर्वन्ति किमर्थमिति इत्युक्ते इदानीं द्वित्वं तत्र परमाणुपरिमाणौ अणुपरिमाणम् अस्ति परमाणुपरिमाणम् अस्ति परमाणुपरिमाणं टैम्स् टु द्विगुणं कुर्मश्चेत् अणुपरिमाणं द्व्यणुके विद्यमान अणुपरिमाणं लभ्यते तर्हि तत्र द्विगुणं कुर्मश्चेत् इति मया उक्तं खलु तस्य कारणं किं भवति द्वित्वमेव भवति द्वित्वं नास्ति चेत् द्विगुणम् इति न वक्तुं द्विगुणं कुर्मः इति न वक्तुं शक्नुमः किल अतः द्वित्वं परमाणौ जायमानद्वित्वं द्व्यणुके जायमान अणुपरिमाणं प्रति कारणं भवति इति नैयायिकाः स्वीकुर्वन्ति किन्तु द्व्यणुके यदि अणुपरिमाणम् अस्ति चेत् तस्य कार्यस्य परिमाणं प्रति अणुपरिमाणं कथं कारणं भवति नास्ति तत् कारणं न भवति इति उक्तम् अतः एव परमाणुपरिमाण क्षम्यताम् परमाणुपरिमाणे कारणत्वं न विद्यते इति लिखितं परमाणुपरिमाणं कारणं न भवत्येव इति तेषां मतम् अस्तु किन्तु त्रेणुकं प्रति त्रेणुके यद् परिमाणं विद्यते तस्मिन् प्रति द्व्यणुकस्य परिमाणं कारणं न भवति इति वा अग्रे पठिष्यामः इतोपि किञ्चित् चिन्तनमस्ति अत्रैव तर्हि भवती एव पठतु भगिनि एकमेव एवमेव द्व्यणुकपरिमाणम् अपि त्रेणुकपरिमाणं प्रति न कारणम् ओ प्रथमतया स सजातीयपरिमाणं न जनयति. द्व्यणुके अस्ति अणुपरिमाणं, त्र्यणुके तु उत्पद्यते किं? महत्परिमाणं, मध्यमपरिमाणं. तर्हि स्वजातीयपरिमाणजनकत्वं नास्ति द्व्यणुकपरिमाणस्य. अपि च पुनः सा एव समस्या यत् द्व्यणुके विद्यमानपरिमाणम् अणुपरिमाणम् अतः तदपेक्षया उत्कृष्टम् इत्युक्ते इतोपि लघु. अतः आहत्य द्व्यणुकपरिमाणं त्र्यणुकपरिमाणं प्रति न कारणम्. अस्तु, अत्र द्व्यणुकपरिमाणम् अस्ति अणुपरिमाणं, त्र्यणुकपरिमाणम् अस्ति मध्यमपरिमाणम्. अतः परिमाणस्य नियमेन द्व्यणुके विद्यमान अणुपरिमाणं त्र्यणुके विद्यमानं मध्यमपरिमाणं प्रति कारणं भवितुं न अर्हति. अपि च यदि कारणं भवेत् तर्हि द्व्यणुके अणुपरिमाणम् अस्ति इति कृत्वा त्र्यणुके इतोपि लघु वा सूक्ष्म परिमाणं भवेत् तत्तु नास्ति. त्र्यणुके विद्यमानपरिमाणं मध्यमपरिमाणम् अस्ति. अतः द्व्यणुकपरिमाणं त्र्यणुकपरिमाणं प्रति कारणं न भवति. सत्यम् इति अत्र आहत्य अत्र तर्कत्रयमस्ति. अत्र इत्युक्ते सोपानत्रयमस्ति. प्रथमं स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वं परिमाणे अस्ति इति निरूपितं. तदनन्तरं परमाणुपरिमाणं द्व्यणुके विद्यमानपरिमाणं प्रति न कारणं भवति. किमर्थं? तत्र स्वोत्कृष्ट इति वद उक्तमस्ति इति कृत्वा अस्मिन् सन्दर्भे स्वोत्कृष्टम् इत्युक्ते इतोपि लघु इति अर्थः भवति. तर्हि तत्र क्लेशः भवति इत्यतः तत्र परमाणुपरिमाणं द्व्यणुके विद्यमान अणुपरिमाणं प्रति कारणं भवति इति स्वीकृतम्. तदनन्तरं तृतीयसोपानमस्ति, द्व्यणुके विद्यमान अणुपरिमाणं त्र्यणुके विद्यमान मध्यमपरिमाणं प्रति कारणं न भवति. किमर्थम् इत्युक्ते तत्र क्लेशद्वयं वर्तते. एकं तु सजातीयत्वे अपि क्लेशः अस्ति, पुनः स्वोत्कृष्टत्वे तत्रापि क्लेशः अस्ति इति कृत्वा आहत्य परमाणुपरिमाणे कारणत्वं नास्ति. द्व्यणुके विद्यमान अणुपरिमाणमपि अणुपरिमाणे अपि कारणत्वं नास्ति. तर्हि कारणं किं? द्व्यणुके विद्यमानपरिमाणं प्रति अणुपरिमाणं प्रति कारणं किम् इति चेत् परमाणु विद्यमानद्वित्वम्. एवमेव त्र्यणुके विद्यमानमध्यमपरिमाणं प्रति कारणं किं? द्व्यणुके विद्यमानत्रित्वम् इति आगतम्. किन्तु महोदय, एतत् आर्ग्युमेण्ट् कपालद्वयोः मध्ये अपि न आयाति वा? न आयाति. भवती वदतु, तत्र सजातीयत्वमस्ति वा? इदानीं कपालपरिमाणं घटपरिमाणं प्रति कारणं खलु? आम्, घटपरिमाणं तु मध्यमपरिमाणं. तर्हि मध्यमपरिमाणत्वम् अस्ति कपाले अपि. मध्यमपरिमाणत्वम् अस्ति. आम्, तर्हि सजातीयत्वम् अस्ति. अपि च कपालपरिमाणस्य अपेक्षया घटपरिमाणम् उत्कृष्टमस्ति. स्वोत्कृष्टत्वम् अपि अस्ति. हा, इति कृत्वा तत्र क्लेशः न भवति. तत्र त्र्यणुकम् आरभ्य यावत्पर्यन्तं गच्छेम कार्यं, यावत् कार्यं बृहत् भवति तत्र क्लेशः न भवति. केवलं परमाणुपरिमाणौ अपि च द्व्यणुकं तत्रैव क्लेशः भवति इत्यतः अत्र भिन्न तत्र द्वित्वं भिन्नरीत्या. आमां, किञ्चित् अपि च अत्र पश्यतु, अनेन किं जातं? द्वित्वम् इति संख्या परिमाणम् इति गुणं प्रति कारणं भवति. गुणम् एकं गुणम् एकः गुणः अन्यं गुणं प्रति कार्यं भवति, कारणं भवति. अस्तु सजातीय नास्ति तत्र एकत्वं द्वित्वं प्रति कारणमस्ति चेत् तत् किञ्चित् समीचीनं, किन्तु अत्र तु द्वित्वं परिमाणं प्रति कारणम् अस्ति. अस्तु अग्रे शिवराम महोदय पठति वा तदर्थम्? एकनिमिषं तदर्थम् तदर्थम् अत्रापि उक्तं यत्र द्वणूकत्रयं वर्तते तत्र द्वणूकगत बहुत्वसंख्या त्रुत्वसंख्या एव त्रणुकपरिमाणं प्रति कारणं न तु द्वणुके परिमाणं कारणं. नो चेत् किं भवेत्? त्रणुकस्य अपि अणुपरिमाणं स्यात् येन त्रणुकं न दृश्येत. पर्याप्तं महोदय, पूर्णं पठामि. पूर्णपठतु महोदय. हा, परन्तु तथा नास्ति. त्रणुकं तु दृश्यते, अतः तस्मिन् महत् परिमाणम् अस्ति. अपि च केन जायते इत्युक्तौ द्वणुके विद्यमान त्रुत्वसङ्ख्यया जायते, द्वणुकत्रयाणां संयोगेन खलु त्रणुकम् उत्पद्यते. यदा पुरतः त्रीणि द्वणुकानि सन्ति प्रत्येकस्मिन् त्रुत्वसङ्ख्या वर्तते, आहत्य एकस्मिन् त्रणुके विद्यमानमहत्परिमाणस्य कारणं द्वणुके विद्यमानत्रुत्वसङ्ख्या. द्वणुकत्रयं किञ्चित् भवानेव विवरणं करोतु महोदय. अहं केवल अस्तु अस्तु महोदय. अत्र अत्र यदा यदा मया भवतु तर्हि अत्र यदा पूर्व मया उक्तं तत्र त्रणुके विद्यमानपरिमाणं कीदृशम् इति चेत् मध्यमपरिमाणं. तस्य कारणं किम् इति चेत् द्वणुके विद्यमानत्रित्वम्. किमर्थं त्रित्वं? द्वणुकत्रयं द्वणुकत्रयेषु यदा संयोगः जायते तदा एव त्रिणुकम् उत्पद्यते इति कृत्वा द्वणुके विद्यमानत्रित्वम् इति सङ्ख्या एव त्रिणुके विद्यमानमध्यमपरिमाणं प्रति कारणं भवति इति इति एकम्. द्वितीयप्रश्नः, यदा द्वित्वम् इदानीं त्रित्वम् इति सङ्ख्या, द्वित्वम् एकत्वं, द्वित्वं त्रित्वम् इति सङ्ख्या, सङ्ख्यायाः नाम तावदेव. तत्रापि भाववाचकमस्ति वा? भावः एव वक्तव्यः खलु, अस्माभिः दृष्टं खलु. एकम् अयम् एकः घटः, एकः घटः इति वदामश्चेत् एकः इति विशेषणवाचकपदमस्ति, न तु सङ्ख्या. एकः इत्युक्ते कः? घटः एव, साक्षात् घटः एव विशेषणवाचकपदं, न तु विशेषणम्. विशेषणम् इति वदामश्चेत् तत्र आधारादेयभावः भवेत्. तर्हि एकत्वं घटे वर्तते इति वक्तव्यम्. यदि एकः घटः इति वदामश्चेत् एकः इति किं? यथा उन्नतः वृक्षः, एतत् सर्वम् अस्माभिः चर्चितं खलु भगिनि. अस्तु, धन्यवादः. हा, तर्हि त्रणुकत्रयसंयोगेन, क्षम्यतां, द्वणुकत्रयसंयोगेन त्रणुकं जायते इति कृत्वा प्रत्येकं द्वणुके त्रित्वं वर्तते. यदा वयं गणनं कुर्मः एकं द्वे त्रीणि इति तादृशं गणनं कुर्मः तर्हि प्रत्येकं द्वणुके त्रित्वं जायते. तद् त्रित्वमेव द्वणुके विद्यमानमध्यमपरिमाणं प्रति कारणं भवति इति अत्र लिखितम् इति एका वार्ता. द्वितीयवार्ता किमस्ति इति चेत् इदानीं द्यणुकं द्यणुकस्य किमर्थं मध्यमपरिमाणं न स्वीकृतं? भवतु मध्यमपरिमाणं भवतु इति वदामश्चेत् तत्र क्लेशः भवति. किमर्थम् इत्युक्ते द्यणुकं द्रष्टुम् अयोग्यमस्ति, अणुपरिमाणमेव तस्मिन् अस्ति इति कृत्वा तत्र यदा वयं द्यणुकं दृश्यते इति वदामश्चेत् तर्हि तत्र मध्यमपरिमाणं वक्तव्यं भवति. मध्यमपरिमाणं वक्तव्यं भवति चेत् तत् कथं भवति इति एतत् सर्वं वक्तव्यं भवति इति कृत्वा नैयायिकाः एतादृश यथा विजी भगिन्या उक्तं तत्र वियर्ड् इति तादृश आवश्यकता अस्ति तेषु तेषाम् एतादृशमेव वक्तव्यं भवति. तर्हि परमाणौ विद्यमान परमाणुपरिमाणं परमाणुपरिमाणे कारणत्वं नास्ति एव. द्यणुके विद्यमान अणुपरिमाणं प्रति परमाणौ विद्यमानद्वित्वमेव कारणं भवति. तदनन्तरं त्रणुके विद्यमानमध्यमपरिमाणं प्रति द्यणुके विद्यमान अणुपरिमाणं न कारणं भवति. सजातीयत्व बाधः भवति तत्र, बाधा भवति तत्र इति कृत्वा तर्हि त्रणुके विद्यमानमध्यमपरिमाणं प्रति द्यणुके विद्यमानत्रित्वम् एव कारणं भवति. तदनन्तरं यदा त्रणुकं जायते तर्हि इदानीं मध्यमपरिमाणं जातम् इति कृत्वा तदनन्तरं यावत् बृहत् कार्यं वयं स्वीकुर्मः तावत् प्रति तत्र सजातीयत्वम् अपि अस्ति अपि च उत्कृष्टत्वम् अपि अस्ति इति कृत्वा तत्र कार्यकारणभावः स्वीकर्तुं शक्यते इति अत्र लिखितम्. महोदय महोदय महोदय त्रेणुकं त्रेणुकं दृश्यते वा? आम् इति नैयायिकानां मतं त्रेणुकं दृश्यते. किमर्थम् मध्यमपरिमाणमस्ति खलु तस्य? मध्यमपरिमाणम् इति उच्यते किन्तु इति उच्यते इति नास्ति. तदेव तेषां तत्र वस्तुतः मध्यमपरिमाणम् अस्ति किन्तु अस्माकं चक्षुषा गृह्यते वा इति चेत् प्रायः तत्र मैक्रोस्कोप् इत्यादिकं स्थापयित्वा चक्षुषा ग्रहीतुं शक्यते. ओके ओके अवगतं महोदय धन्यवादः. अस्माकं पुरतः धूलिः आगच्छति खलु कवाटिका? आमां कवाटिका. एतत् समये वयम् अस्माकं समीचीन दृष्टवन्तः एव खलु द्वयणुकं त्रयाणुकम् एतत् धूलि मध्ये अस्ति. हा इति वक्तुं शक्यते तत्र यदा तर्हि तत्र धूलेः परिमाणं मध्यम तत्र त्रेणुकम् इति इत्युक्ते धूलिः त्रेणुकम् इति स्वीकृत्य वदामश्चेत् आम् तत् साक्षात् द्रष्टुं शक्यते इति. किन्तु अन्येषाम् अन्यमतमपि भवितुमर्हति तत्र त्रेणुकं न द्रष्टुं शक्यते. भवतु यत्किमपि भवतु मैक्रोस्कोप् उपयुज्य चक्षुषा गृहीतुं शक्यते, नो चेत् साक्षात् चक्षुषा गृहीतुं शक्यते यत्किमपि भवतु. किन्तु त्रेणुकं त्रेणुकं द्रष्टुं शक्यते. एतत् विषये कालिदासेन मालविकासिनीमित्रमिति ग्रन्थमस्ति, तत् विषये सः एतत् विषये उक्तवान् द्वयणुकं त्रयणुकम् एतत् धूलिः मध्ये कवाटिका इति अस्माकं पुरतः आगच्छति चेत् वयं प्रत्यक्षरूपेण पश्यामः इति. अस्तु भवतु इति स्वीकुर्मः, तत्र क्लेशः नास्ति. सीमा भगिनि. महोदय एकस्मिन् पक्षे संख्या अणुपरिमाणस्य प्रति कारणमस्ति, अन्यस्मिन् पक्षे संख्या मध्यमपरिमाणं प्रति कारणमस्ति, तत् कथं? यतोहि द्यणुके अणुपरिमाणमस्ति, संख्या अणुपरिमाणं प्रति कारणं भवति, त्रणुके मध्यमपरिमाणमस्ति, सा एव संख्या मध्यमपरिमाणं प्रति कारणं भवति, तत् कथम्? तत् समीचीनप्रश्नः, भवती अवगतवती, किन्तु तत् कथम् इति तत् तत् तन्न भवेत् इति नियमः अस्ति वा? यदा वयं कारणकार्यस्य सम्बन्धः पश्येम तर्हि नीलघटः अस्ति, नीलकपालः अस्ति चेत् नीलघटस्य एव उत्पत्तिः भवति. यदि एकवारं नीलघटस्य उत्पत्तिः भवति अन्यस्मिन् किं वदामि अनन्तरं भवान् अवगच्छति मम प्रश्नः. आमामां, तत्र तत्र भगिनी पश्यतु, रूपम् इत्यत्र रूपत्वं विद्यते खलु, तर्हि तत्र सजातीयत्वम् अस्ति. इत्युक्ते नीलकपालेन नीलघटः एव उत्पद्यते, तर्हि नीले नीलत्वम् इति सजातीयत्वं वर्तते, तर्हि तत्र वक्तुं शक्यते. किन्तु अत्र सङ्ख्या अपि च परिमाणम् अनयोः मध्ये सजातीयत्वम् अस्ति वा? केवलं गुणत्वम् इति सजातीयम् अस्ति, किन्तु सङ्ख्यायां सङ्ख्यात्वम् एव अस्ति, परिमाणे परिमाणत्वम् अस्ति इति कृत्वा तत्र सजातीयत्वं सजातीयत्वं न वक्तुं शक्यते खलु? न वक्तुं शक्नुमः, किन्तु कोऽपि नियमः भवेत् येन सङ्ख्यया अणुपरिमाणं भवति द्रेणुके अपि त्रेणुके किन्तु मध्यमपरिमाणम् अस्ति, तत्र कोऽपि नियमः भवेताम् इति भवत्याः आशयः, किन्तु नास्ति यतो हि नियमः नास्ति चेत् संख्या द्वणुके किमर्थम् अणुपरिमाणत्वं जनयति न तु मध्यमपरिमाणत्वं, तस्य अपि उत्तरं भवितव्यं वा? प्रश्नः समीचीनः. Certain things are axioms. तत्र निर्बन्धः अस्ति. किमर्थम् अस्माभिः द्वित्वं कारणमिति स्वीकृतं? द्वित्वम् इति सङ्ख्या अणुपरिमाणं प्रति कारणमिति किमर्थं स्वीकृतम्? अन्यत् किमपि न वक्तुं शक्यते खलु? तत्र अनिवार्यः इति कृत्वा तत्र एव भवतु, तत्र डाग्मेटिक् यथा भगिन्या उक्तम् एक्सियोमेटिक् भवति. प्रश्नः तु समीचीनः एव, किन्तु तर्हि इतोपि किञ्चित् चिन्तनीयं. तदेव उद्ग्रन्थे एतादृशचिन्तनं ते कुर्वन्ति प्रायः, इतोपि परिष्कारं कृत्वा इतोपि किमपि वक्तु वदामः इति किञ्चित् किञ्चिदिव ते वदन्ति. किन्तु प्रश्नः समीचीनः, अनेन मया किं बुद्धम् इति चेत् भवती समीचीनतया अवगतवती अत्र तर्कः कः इति अवगतवती, किन्तु तादृश अनिवार्य निर्बन्धः अस्ति अत्र. अन्यत् किमपि वक्तुं चेत् वक्तुं शक्यते चेत् भवतु, वयमेव कल्पयितुं शक्यते, नो चेत् भवतु, एतादृशं स्वीकुर्मः. अस्तु धन्यवादः. अस्तु तर्हि समयः जातः, किन्तु किञ्चिदेव अवशिष्टः अस्ति, प्रायः पञ्चनिमिषं केवलं पठनमेव. अत्र तर्कः कः इति समीचीनतया अस्माभिः चिन्तितम्. तर्हि झटिति पठति वा सीमा भगिनी तर्हि? आम् महोदय. तर्हि द्वयोः परमाणवोः संयोगेन द्विणुकं, त्रयाणां द्विणुकाणां संयोगेन त्रिणुकम्, उभयत्र कार्यभूतपरिमाणस्य कारणम् अव्यये विद्यमानसङ्ख्या, परमाणौ क्षमता अवयवे विद्यमानसङ्ख्या, परमाणौ द्वित्वसङ्ख्या, द्वणुके त्रित्वसङ्ख्या, इत्थञ्च अणुपरिमाणं कस्यापि कारणं नास्ति. तत्तु वयम् एवमेव आकाशे विद्यमानं परममहत् परिमाणम् अपि कस्यापि कारणं नास्ति. आकाशे न किमपि द्रव्यं जायते, आकाशे शब्दः एव जायते, शब्दे परिमाणं न भवति तस्य गुणत्वात्, गुणे परिमाणं नास्ति. अपि च आकाशे विद्यमानपरिमाणमहत् परिमाणं शब्दं प्रति न कारणम्, अग्रे वक्ष्यमाण अन्यथा सिद्धत्वात्. यथा शब्दं प्रति आकाशम् अपेक्षितं, परन्तु यद्यपि शब्दकार्यं प्रति महत्परिमाणं नियतपूर्ववृत्ति, तथापि शब्दस्य पादनार्थम् आकाशे विद्यमानमहत् परिमाणं न अपेक्षितम्। आकाशम् एव कारणं, न तु आकाशे विद्यमानपरिमाणम्। अन्यच्च आकाशे विद्यमानमहत् परिमाणं नित्यम्, अतः स्वस्य किमपि कारणं नास्ति। यद्यपि इयं तु भिन्ना वार्ता। अत्र अस्माकं प्रश्नः अयं यत् आकाशे विद्यमानमहत् परिमाणे न किमपि उत्पद्यते न वा। उत्तरम् अस्ति न, अनेन किमपि नोत्पद्यते। आहत्य अणुपरिमाणे महत् परिमाणे च कारणत्वं नास्ति। मध्यमपरिमाणवत्सु अवयवेषु एव विद्यमानमध्यमपरिमाणे अवयवैः उत्पन्नद्रव्यमध्यम उत्कृष्टपरिमाणं प्रति परिमाणजनकत्वं कारणत्वम् अस्ति। अत्र आकाशविषये एव किञ्चित् प्रतिपादयति। आकाशं केवलं शब्दं प्रति कारणम् अस्ति, अन्यत् किमपि आकाशेन न जने जायते। अतः अत्र शब्दः गुणः अस्ति, तस्मिन् परिमाणत्वं नास्ति, परिमाणं नास्ति। अतः आकाशस्य आकाशे विद्यमानं परिमाणं शब्दं प्रति कारणं नास्ति। तत्तु एकमस्ति। अन्यत् अस्ति महत् परिमाणं यद् आकाशे अस्ति तद् नित्यमस्ति, स्वस्य कारणं नास्ति, किन्तु तस्य विषये अत्र न दत्तमस्ति। आहत्य महत् परिमाणम् अपि च अणुपरिमाणं कस्यापि कारणं भवितुं न अर्हतः, तदेव दत्तम्। तर्हि आहत्य अत्र अणुपरिमाणं, परमाणौ विद्यमान अणुपरिमाणं, द्यणुके विद्यमान अणुपरिमाणम्, अपि च विभुषु विद्यमान परममहत्परिमाणं यदा कदापि कारणं न भवति, कार्यमपि न भवति। कार्यं न भवति किमर्थं? नित्यत्वात्। कारणं न भवति किमर्थम् इत्युक्ते अत्रैव दत्तमस्ति, तस्मिन्नेव विषये एतत् करपत्रं निर्मितमस्ति। तत्र क्लेशः भवति, सजातीयत्वं भवेत्, उत्कृष्टत्वम् अपि भवेत् इति कृत्वा तत्र कारणत्वम् अपि न भवति इति परिवसितम्। तर्हि आहत्य अणुपरिमाणं परममहत्परिमाणं द्वयमपि कारणम्। अतः एव अत्र पूर्वस्मिन् पुटे एकं वाक्यं लिखितमस्ति किल, तत्रापि आद्यन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्। तर्हि अणुपरिमाणे कारणत्वं नास्ति, कार्यत्वमपि नास्ति। परममहत्परिमाणे कारणत्वं नास्ति, कार्यत्वमपि नास्ति। अस्तु, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च।